सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती, तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम्. इत्युक्ते संस्कृतभाषा किमर्थम् अध्येतव्यम् अथवा संस्कृतभाषा किमर्थं पठनीयम् इति प्रश्नः साधारणतया उदेति. प्रश्नस्य उत्तरम् एव अयं श्लोकः. सर्वासु भाषासु मुख्या दिव्या अपि च मधुरा भाषा एव गीर्वाणभारती. गीर्वाणभारती इत्युक्ते संस्कृतभाषा. अस्याः भाषायाः माधुर्येण एव संस्कृतकाव्यानि अत्यन्तमधुराणि अपि च अजरामराणि सन्ति. अनेन कारणेन एव संस्कृतसुभाषितानि इतोपि मधुराणि, न केवलं मधुराणि, नित्यनूतनानि अपि. यदि वयम् एकं सुभाषितं शृणुमः चेत् वयम् एतत् सत्यम् अवगन्तुं शक्नुमः. अतः एव वयं तादृशीम् उत्तमां भाषाम् अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. तदर्थं वयं सर्वे जिज्ञासवः भूत्वा इमां भाषाम् अध्येतुं प्रयत्नं कुर्मः. कुतो विलम्बः? अधुना गते सप्ताहे वयं कानिचित् नूतनानि पदानि ज्ञातवन्तः. इत्युक्ते दिशासम्बन्धीनि पदानि ज्ञातवन्तः. यथा पदानि कानि इत्युक्ते पुरतः, पृष्ठतः, वामतः, दक्षिणतः, अधः, उपरि, अन्तः, अपि च बहिः. अत्र बहिः इति पदं किञ्चित् पृथक् पदम् इति वदामि. किमर्थं चेत् अत्र किञ्चित् पार्थक्यमस्ति. पार्थक्यम् इत्युक्ते डिफ्रेन्स् अस्ति. इत्युक्ते पुरतः, पृष्ठतः, वामतः, दक्षिणतः, अधः, उपरि, अपि च अन्तः. एतेभ्यः पदेभ्यः पूर्वं साधारणतया षष्टिविभक्तेः उपयोगमेव कुर्मः. परन्तु बहिः इति पदात् पूर्वं साधारणतया पञ्चमीविभक्तेः उपयोगं कुर्मः. इत्युक्ते गते सप्ताहे वयं दिशासम्बन्धीनि पदानां वर्णनं कृत्वा तेषाम् उपयोगं कथं कुर्मः इति वयं ज्ञातवन्तः. अपि च गृहपाठरूपेण अङ्गुलीनां कलहः इति कथायाः नीतिः का इत्यस्मिन् विषये वाक्यानि रचयन्तु इति अहं उक्तवती. अधुना भवन्तः श्रावयन्तु. अधुना आचार्य रघुपत्याचार्यमहोदय, भवान् श्रावयतु कथायाः. भगिनि क्षम्यताम्, अहं नागतवान् न आगतवान् न कृतवान्. ओ, भवान् पठितवान् वा कथा? कथा पठितवान्. भवान् चिन्तयतु. अधुना शोभा भगिनी भवती वदतु. आं भगिनि, यदि सर्वे अङ्गुल्यः एकत्र मिलन्ति तर्हि मुष्टिः सम्भवन्ति. सम्भवन्ति अथवा सम्भवति भगिनि? सम्भवति. मुष्टिः सम्भवति. मुष्टिः सम्भवति. बलशा अपि बलशालिनी भवति, स्वस्य रक्षणं कर्तुं शक्नोति. अत्र बलशाली किमर्थं चेत् तत्र नकारान्तपदं भवति. अहं चिन्तयामि नकारान्तपदं भवति इति. अहं बलशाली, गुणी, यस्मिन् गुणः अस्ति सः गुणी. तथा एव यस्य यस्मिन् वा, तत्र बहुव्रीहिसमासः भवति. यस्य यस्मिन् वा बुद्धिः अस्ति सा बुद्धिमान् अथवा बुद्धिमति तथा वदामः. तथा एव अत्रापि गुणी, गुणशाली, तथा एव अत्रापि बलशाली भवति, स्वस्य रक्षणं कर्तुं शक्नोति. अर्थं सर्वे अङ्गुल्यः आवश्यकम् अस्ति. अत्र अङ्गुल्यः अङ्गुल्यः किमर्थम् इत्युक्ते नदी शब्दवत् अङ्गुल्यः एकवारं वदतु अङ्गुलीपदस्य रूपाणि वदतु एकवारं नदी नद्यौ नद्यः अङ्गुली अङ्गल्यौ अङ्गुल्यः उत्तमं द्वितीयवाक्यं यत् कनिष्ठिका नमस्कृत्य अग्रे भवितुं जनायाः हृदस्य दैवत्वं सूचयति तदेव अङ्गुष्ठः स्वस्य दैवत्वं सूचयति अस्तु भगिनि प्रथमतया अस्माकं कार्यं किम् इत्युक्ते प्रथमतया सरलवाक्यानि रचयामश्चेत् किञ्चित् सुकरं भवति किमर्थं चेत् वाक्यानि सरलवाक्यानि अथवा न तु क्लिष्टकराणि वाक्यानि रचयामश्चेत् तत्र अस्माकं दोषः कः इति वयं ज्ञातुं शक्नुमः यदि वाक्यं बहु दीर्घं भवति चेत् तदा वयं कुत्र दोषं कुर्मः इति वयम् अधिज्ञातुं न शक्नुमः तदर्थमेव प्रथमतया वयं सर्वे अपि प्राथमिकस्तरीयविद्यार्थिनः एव तदर्थमेव वाक्यानि सुलभानि अथवा सरलानि भवन्ति चेत् तदा वयं सुलभतया दोषान् समीकर्तुं शक्नुमः तदेव मम आशयः नेक्स्ट् टु सेण्टेन्सस् मे बि अ लिटल् टु मेनि वर्ड्स् भगिनी देन् वदतु चिन्ता मास्तु सृष्टिं केपि सन्ति तेषु सर्वेषु पात्राणि सन्ति अतिक्षुद्रजन्तु अपि सृष्टस्य नाटकरङ्गे स्वपात्रं वोढुमिच्छति भगिनि उत्तमं वाक्यं परन्तु अत्र किञ्चित् चिन्तनं कुर्मः अस्मिन् वाक्ये प्रथमभागः पुनः वदतु भागः कः दट् वन् ऐम् नाट् शूर् सृष्टिं अत्र प्रथमं वाक्यं प्रथमतया वदतु किञ्चित् समीकृत्य पुनः वदामः सर्वे वयं सर्वे मिलित्वा तत् समीकृत्य पुनः एकवारं वदामः वदतु वाक्यं वदतु सृष्टिं केपि सन्ति तेषु सर्वेषु पात्राणि सन्ति अथवा आवश्यकं पात्राणि सन्ति अत्र तत्र स्थगयतु अत्र रघुपति आचार्यमहोदय एतत् वाक्यं सम्यक् अस्ति वा नो चेत् किञ्चित् कथं समीकृत्य कथं वदामः सृष्टे नानाविधानि वस्तूनि सन्ति तेषां अत्र अहं चिन्तयामि अत्र अस्माकं अङ्गुष्ठः अस्ति तस्य प्राधान्यता अस्ति तादृशरीत्या एव प्रत्येकम् अङ्गुल्याः प्राधान्यता अस्ति एव इत्युक्ते भगिनी किम् उक्तवती आहत्य पञ्चानाम् अङ्गुलीनां समग्रं रूपमेव हस्तः इति वयम् अवगच्छामश्चेत् उत्तमः भवति परन्तु अत्र वयं जानीमः एव तरतमभेदः इति वदामः तर उच्चतरम् तथा एव तरतमभेदः अस्ति तत्र तरतमभेदस्य भावः एव वयं जानीमः तारतम्यम् अत्र यथा पूर्वमेव वयं जानीमः उष्णस्य भावम् औष्ण्यं सुन्दरस्य भावं सौन्दर्यं तथा एव अत्र तरतमः इत्यस्य भावः एव तारतम्यं तत्र तारतम्यं तु भवति एव परन्तु समाजे भिन्नत्वम् अस्ति चेदपि वयम् एकत्वं साधयितुं प्रयत्नः करणीयः. वदतु भगिनि, पुनः एकवारं वदतु. भवती आशयः तु उत्तमः, भवती यत् लिखितवती तत्तु आशयः तु उत्तमः. किञ्चित् वाक्यानि सम्यक् उच्यते, सुन्दराणि वाक्यानि भवन्ति. वदतु. तृतीयवाक्यम् एव, सेकेण्ड् पार्ट्. अतिक्षुद्र जन्तु अपि सृष्टस्य नाटकरङ्गे स्वपात्रं ओढुमिच्छति. ओढुमिच्छति, उत्तमम्. अत्र सृष्टिः, सृष्टिः इति पदम् इकारान्तपदम्, अतः किं भवति? सृष्ट्याः. महोदय, अत्र सृष्टिः स्त्रीलिङ्गपदं वा अथवा पुंलिङ्गं भवति वा? अहं चिन्तयामि सृष्टेः. सृष्टेः, सृष्टेः, सृष्टेः. यदि स्त्रीलिङ्गपदमस्ति चेत् यदा भवती उक्तवती सृष्ट्याः भवति, परन्तु अहं चिन्तयामि सृष्टिः सृष्टेः. अत्र यथा मती शब्दवत् तत्र अपि विकल्पेन रूपद्वयं सम्भवति इति अहं चिन्तयामि. वदतु भगिनि. चत्वारि वाक्यं यथा अत्र अत्र चतुर्थं वाक्यं चतुर्थं, प्रथमं, द्वितीयं, तृतीयं, चतुर्थं. चतुर्थं वाक्यं प्रपञ्चे, यथा भगिनी उक्तवती, प्रपञ्चे सर्वस्य आवश्यकम् अस्ति, कारणं वयं न आगन्तुं शक्नुमः. आगन्तुं न शक्नुमः. इत्युक्ते किं भवती किं वक्तुमिच्छति? वयं न आगन्तुं शक्नुमः इत्युक्ते? अहम् आङ्ग्लभाषे वदामि भगिनि. देर् इस् अ रीज़न् फ़र् everything that is there in the srushti, it takes everything to run the world, the srushti, but we don't know the reason behind it, or we don't know the reason behind lot of things in srushti. After we don't understand the reasons. Uttamam, like lot of things seem unnecessary or even why it is happening, but there is a reason for everything. उत्तमम्. इत्युक्ते अहं किं वक्तुमिच्छामि तस्मिन् विषये इत्युक्ते, समाजे बहवः जनाः भिन्नभिन्नकार्याणि कुर्वन्तः सन्ति. एकैकस्य कार्यस्य सार्थकता अथवा प्रामुख्यता अस्ति एव. तदर्थमेव आवश्यकम् अपि अस्ति, आवश्यकमस्ति. तदर्थमेव समाजे वा अथवा गृहे वा स्वस्य कर्तव्यमस्ति, एकैकस्य पुरुषस्य स्वस्य कर्तव्यमस्ति. तदर्थमेव वयं किं करणीयम् इत्युक्ते, तत्र तैः सह, सर्वैः सह आदरेण यथोचितरीत्या व्यवहारः करणीयः. इत्युक्ते किमर्थम् इत्युक्ते, एकैकस्य कार्यस्य सार्थकता अस्ति, अपि च प्रामुख्यता अस्ति. यथा भवती उक्तवती तत्र तस्य प्रामुख्यता अस्ति एव. तदर्थमेव यदि वयम् अङ्गुलीनाम् इव कलहं कुर्मः चेत् तत्र कार्याणि सम्यक् न प्रचलन्ति. Activities won't happen properly. It takes all the pieces to make a whole. Uttamam. Uttamam, uttamam. Itopi vadatu. Tavadeva bhagini. अत्र यथा भवती उक्तवती, भवन्तः सर्वे जानन्ति एव, यदि वयं पुरुषसूक्तं शृणुमः चेत् तत्र ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः, ऊरु तदस्य यद्वैश्यः, पद्भ्यां शूद्रो अजायत इति वयं शृणुमः. इत्युक्ते एषः प्रपञ्चः विराट् पुरुषः, तत्र तस्मात् कुतः कः आगतः इति एतत् वदति. ब्राह्मणः अस्य मुखम् आसीत्. बाहु इत्युक्ते अत्र बाहुद्वयं, बाहुद्वयेन राजन्यः कृतः. ऊरुद्वयम् एव विराट् पुरुषस्य, तस्य ऊरुद्वयतः वैश्याः आगताः, तथा एव शूद्राः. शूद्राः इत्युक्ते ये जनाः अन्यानि कार्याणि कुर्वन्ति ते एव शूद्राः. ते पादाभ्याम् आगताः विराट्पुरुषस्य इति तत्र इत्युक्ते सर्वे सर्वेषां जनानाम् एकैकस्य कार्यमस्ति अथवा यथा भवती उक्तवती कर्तव्यमस्ति समाजे. वदतु. अहं चत्वारि वाक्ये एव रचितवती भगिनि. कथं वक्तव्यं? चत्वारि वाक्यानि एव लिखितवती. चत्वारि वाक्यानि एव लिखितवती. उत्तमम् उत्तमं. भूमभगिनी भूमभगिनी वदतु. नीतिः का इति ते अहङ्कारं मास्तु. अहमेव उत्तमः उन्नतः इति भावना मास्तु. सर्वे समानाः. उत्तमं. सर्वे श्रेष्ठः अधमः इति विचारः न नास्ति. तदेव तदेव इत्युक्ते अत्र हस्ते पञ्च अङ्गुल्यः सन्ति परन्तु सर्वाः समानाः न सन्ति. तत्र कनिष्ठिका कनिष्ठिका एव, अनामिका तस्याः प्रामुख्यता अस्ति एव, मध्यमा तस्याः प्रामुख्यता अस्ति एव, अङ्गुष्ठः बलिष्ठः अपि च दृढतमः एव. तत्र समानम् इति न वदामः. सर्वदा समाजे भिन्नत्वम् अस्ति एव. भिन्नत्वं तदा एव सृष्टेः वैलक्षण्यं. तथा भिन्नत्वम् अस्ति चेदपि तत्र यत्र तदेव अद्वैतसिद्धान्तम् अपि तदेव वदति. इत्युक्ते भिन्नत्वं सर्वदा अस्ति एव. यथा अहमस्मि तथा मम पुत्री तथा न अस्ति. तथा एव सर्वदा भिन्नत्वम् अथवा तारतम्यम् अस्ति एव. परन्तु अस्माकं मनसि भावनायां समानत्वम् अस्ति चेत्, समानदृष्ट्या वयं पश्यामश्चेत् कलहः न भवति. पूर्वमेव वयं जानीमः कलहः केवलं मूर्खाणां कार्यं. मूर्खजनाः त्रीणि कार्याणि कुर्वन्ति वयं जानीमः एव. त्रीणि कार्याणि ते सर्वदा व्यसनेषु निमग्नाः भवन्ति अथवा निद्रया अथवा कलहेन वा ते सर्वदा कालयापनं कुर्वन्ति इति वयं जानीमः. तथा एव अत्र मूर्खाः इव वयं कलहं कर्तुं न इच्छामः. तदर्थमेव अत्र भेदभावः तत्र तारतम्यमस्ति चेदपि यदि वयं प्रयत्नं कुर्मः चेत् समानत्वं साधयितुं शक्यमेव. धन्यवादः. वदतु भगिनि. तावदेव. इतोपि महोदय अधुना भवान् अपि वदतु. भगवता सृष्टेः भिन्नता अस्ति. प्रत्येके सृष्टेः विशेषकार्यम् अस्ति. विशेषं कार्यम् अस्ति. वयं कोऽपि कार्यं कर्तुम् इच्छति चेत् सर्वे मिलित्वा कार्यं सर्वे यदा वयं सर्वे मिलामः चेत् एव कार्यं भवति. एकेन एव कार्यः न सिद्ध्यति. कार्यं न सिद्ध्यति. कस्यापि निन्दनं निन्दनं न करणीयं, कस्यापि निन्दनं न करणीयं, यतः वयं न जानीमः कस्य सामर्थ्य कियत् अस्ति इति. कस्य सामर्थ्यं कियत् अस्ति वयं न जानीमः. तदेव उत्तमं महोदय. तावदेव. अधुना अत्र गतसप्ताहे वयं षष्ठीविभक्तेः विषये किञ्चित् ज्ञातवन्तः. किञ्चित् अत्र वदामि. भवन्तः सर्वे जानन्ति एव अस्माकम् अभ्यासपुस्तके प्रथमपुटे एव भवतः नाम किं, मम नाम, भवत्याः नाम किम् इति वयं पठितवन्तः. अपि च अभ्यासपुस्तके दशमे पुटे अपि च एकादशे पुटे अपि वयं षष्ठीविभक्त्यन्तरूपाणि अपि च षष्ठीविभक्त्यन्तरूपाणि योजयित्वा वाक्यरचना कथनं करणीया इति वयं ज्ञातवन्तः. अत्र वयं जानीमः एव भवतः, भवत्याः एतानि पदानि. अत्र यदि भवत्याः नाम किं तथा अथवा मम नाम लक्ष्मीः अथवा मम गृहं, मम पुस्तकं, मम उपनेत्रम् इति वदामश्चेत् तत्र अनयोः पदयोः मध्ये सम्बन्धः अस्ति. तत्र मम गृहम् इति वदामश्चेत् मम अपि च गृहम् अनयोः मध्ये सम्बन्धः अस्ति. तदर्थमेव तत्र सम्बन्धवाचकषष्टि इति वदामः. तत्रापि षष्टिविभक्तेः उपयोगं कृतवन्तः वयं, परन्तु अत्र पुरतः, पृष्ठतः, वामतः, दक्षिणतः अत्रापि षष्टिविभक्तेः उपयोगमेव कृतवन्तः वयं. परन्तु तत्र नाम अस्ति सम्बन्धवाचकषष्टि, परन्तु अत्र केषाञ्चन विशेष उपपदानां योजनेन षष्टिविभक्तेः आवश्यकता भवति. इत्युक्ते केवलम् एतेषाम् उपपदानां सान्निध्येन अथवा सामीप्यकारणेन एव षष्टिविभक्तेः उपयोगः भवति. इत्युक्ते केषाञ्चन पदानां सामीप्यकारणेन यदि विभक्तिः विधीयते तदा तस्याः नाम उपपदविभक्तिः इति वदामः. तत्र परिगणितानि पदानि सन्ति. इत्युक्ते देर् आर् सम् सेलेक्टेड् वर्ड्स्. परिगणिताः इत्युक्ते सेलेक्टेड् केषाञ्चन परिगणितानां पदानां योजनमात्रेण प्रवर्तमाना विभक्तिः एव उपपदविभक्तिः. अत्र उपपदानि कानि? पुरतः, पृष्ठतः, वामतः, दक्षिणतः, अधः, उपरि, अन्तः. तथा एव इतोपि पदानि सन्ति यथा पुरस्था. वदतु महोदय. उभयतः अपि उपपदः वा? उभयतः उभयतः तदपि उपपदमेव, परन्तु उभयतः, परितः, द्वितीयाविभक्ति. अत्र षष्टिविभक्तेः विषये अत्र उपपदानि इतोपि सन्ति यथा पुरस्थात्, अधस्तात्, उपरिष्ठात् तथा एव सदृशः. एतानि उपपदानि एतेभ्यः पदेभ्यः पूर्वं सर्वदा षष्टिविभक्तेः उपयोगमेव कुर्मः. परन्तु अत्र सदृशः इति पदं तस्मिन् विषये अन्यः नियमः अपि अस्ति. सदृशः इति पदं योजयित्वा वदामश्चेत् तत्र तृतीयाविभक्तेः उपयोगम् अपि कुर्मः. कथम् इत्युक्ते कालिदासस्य सदृशः कविः नास्ति. कालिदासस्य सदृशः कविः नास्ति अथवा तदेव वाक्यं तृतीयाविभक्तौ अपि वक्तुं शक्नुमः. कथं? कालिदासेन सदृशः कविः नास्ति. तत्र सदृशपदं योजयित्वा वदामश्चेत् तत्र विकल्पेन तृतीयाविभक्तिम् अपि उपयुज्य वाक्यरचनां कुर्मः. तथा एव भगिनी अत्र कालिदासात् उत्तमः कविः नास्ति इति तत्र उपपदविभक्ति भवति वा? कालिदासात् उत्तमः समीचीनं वा? अहं चिन्तयामि अत्र अत्र केवलम् अहं सदृशः इति पदं योजयित्वा कथं वक्तव्यम् इति वदामि, परन्तु अत्र पञ्चमीविभक्तेः उपयोगं कथं कुर्मः इति पञ्चमीविभक्तौ तत्र पठामः. अत्र यथा भवत् अहम् उक्तवती, कालिदासेन सदृशः कविः नास्ति अथवा कालिदासस्य सदृशः कविः नास्ति. तथा एव स्त्रीलिङ्गे वदामश्चेत् गङ्गायाः सदृशी नदी नास्ति, तथा वदामः. तथा एव नपुंसकलिङ्गे वदामश्चेत् आत्मज्ञानम् इति वदामश्चेत् आत्मज्ञानस्य सदृशम् अन्यत् ज्ञानं नास्ति. तथा एव गङ्गायाः गङ्गायाः षष्ठीभक्ति गङ्गया गङ्गायाः गङ्गया सदृशी नदी नास्ति, तृतीया. तथा एव आत्मज्ञानस्य सदृशम् अन्यत् ज्ञानं नास्ति, षष्ठीविभक्तिम् उपयुज्य वदामश्चेत्. यदि तृतीया उपयुज्य वदामश्चेत् आत्मज्ञानेन सदृशम् अन्यत् ज्ञानं नास्ति इति वदामः. परन्तु अत्र एकं वदतु महोदय. न एक उक्ति अस्ति, न हि ज्ञानेन सदृशम् इति. न हि ज्ञानेन सदृशमिह विद्यते. अत्र पश्यतु महोदय, अत्र वाक्यं न हि ज्ञानेन सदृशमिह विद्यते इत्युक्ते अत्र साधारणतया अन्वयं कुर्मः चेत् इह प्रथमं पदमस्ति, इह ज्ञानेन सदृशं न हि विद्यते. यदि भवान् जानाति चेत् विद्यते, विद्यते इति पदं यथा वर्तते अथवा अस्ति तस्मिन् अर्थे एव वयं तस्य उपयोगं कुर्मः. इत्युक्ते अत्र विद् धातुः अपि अकर्मकधातुः. यदि अकर्मकधातुः अस्ति चेत् साधारणतया तत्र कर्मपदं न सम्भवति. साधारणतया अस्ति इत्यस्मिन् अर्थे अन्यानि पदानि सन्ति. तानि कानि इत्युक्ते विद्यते, वर्तते, अस्ति, अपि च इतोपि पदानि सन्ति. केवलम् अस्ति इत्यस्मिन् अर्थे एव वयं तेषाम् उपयोगं कुर्मः. अपि उपयोगं कुर्मः न एधते इत्युक्ते ग्रो भगिनि वृद्धते. एधते इत्युक्ते अहं चिन्तयामि एधते इत्युक्ते वर्धते, वर्धते. महोदय भवान् किं चिन्तयति? एधते सस्यं, तत्र वाक्यं भवति सस्यम् एधते. अधुना वयं न हि ज्ञानेन सदृशम् इह विद्यते अस्मिन् वाक्ये किम् अस्ति इति चिन्तयामः. ज्ञानेन सदृशं किमर्थम् अत्र ज्ञानम् इति पदं नपुंसकलिङ्गपदम्, अतः एव सदृशशब्दस्य नपुंसकलिङ्गं योजयित्वा तत्र वाक्यरचना अस्ति. अत्र ज्ञानेन सदृशम् इह विद्यते. विद्यते इति क्रियापदम् आत्मनेपदी, न तु परस्मैपदी. अत्र अत्र जयन्त् महोदय कृपया म्यूट् करोतु. किञ्चित् ध्वनिः अस्ति अतः. रघुपति आचार्य महोदय, विद्यते इत्यस्मिन् स्थाने अस्ति वा अथवा वर्तते योजयित्वा तदेव वाक्यं वदतु. नहि ज्ञानेन ज्ञानस्य सदृशं कोऽपि न अस्ति, कोऽपि नास्ति. ज्ञानेन सदृश इह इत्युक्ते इह लोके, इह लोके ज्ञानेन सदृशं नहि नैव नैव नैव. उत्तमम् उत्तमम् उत्तमरीत्या उक्तवान् महोदय. अत्र नैव इत्युक्ते न योगः एव, एम्फाटिक् वर्ड् अस्ति. तथा एव नैव इत्यस्मिन् अर्थे एव न हि. यदि वाक्ये हि इति पदं योजयामश्चेत् तत्र एव इति एव अर्थः भवति. इत्युक्ते हि इति एकाक्षरपदम्, परन्तु तस्य अर्थः एम्फाटिक् एव इत्यस्मिन् अर्थे एव हि इत्यस्य उपयोगमपि कुर्मः. तत्र ज्ञानेन सदृशं न हि विद्यते, उत्तमं वाक्यम्. अनन्तरं जयन्त् महोदय, भवान् गृहपाठं कृतवान् वा? न भगिनि, अहं न कृतवान्. अहम् अद्यतन अहं कक्षायाम् आगच्छामि. गतवासरे इत्युक्ते किञ्चित् अत्र प्रतिध्वनिः अस्ति महोदय, भवतः दूरवाणी सम्यक् नास्ति इति भाति. अत्र किञ्चित् प्रतिध्वनिः अस्ति, तदर्थं म्यूट् कृतवती. यदि भवान् वक्तुमिच्छति चेत् अन्म्यूट् कृत्वा वदतु. अधुना वयं पुरतः पृष्ठतः इत्यस्मिन् विषये वदामः. अत्र यदि उपपदं योजयित्वा वदामश्चेत् तत्र साधारणतया एतेषां पदानाम् एतेभ्यः पदेभ्यः पूर्वं षष्ठीभक्तेः उपयोगं कुर्मः. अत्र एकमेव अन्यं पदमस्ति, तदेव बहिः. परन्तु बहिः इति पदात् पूर्वं सर्वदा पञ्चमीविभक्तेः उपयोगमेव कुर्मः. कथम् इत्युक्ते बालकः गृहात् बहिः अस्ति, बालिका विद्यालयात् बहिः अस्ति, अथवा अहं पाठशालायाः बहिः अस्मि, अर्चकः देवालयात् बहिः अस्ति. तथा इत्युक्ते बहिः इति पदं योजयित्वा वदामश्चेत् पञ्चमी विभक्तेः उपयोगं कुर्मः. अथवा एतानि सर्वाणि पदानि अपि अव्ययानि, तदर्थं वयं केवलं बालकः बहिः अस्ति सरलं वाक्यं, सरलवाक्यं बालकः अन्तः अस्ति इत्यपि वदामः. इतोपि मोर् स्पेसिफिक् विशेषरीत्या वदामश्चेत् तत्र पञ्चमीविभक्तेः उपयोगं कृत्वा वदामः. अनन्तरं वयम् अभ्यासपुस्तकम् इदानीं पर्यन्तं गृहपाठविषये एव वयं चर्चितवन्तः. अधुना अभ्यासपुस्तके किमस्ति इति एकवारं पश्येम. अधुना भूमा भगिनी, भवती किञ्चित् वदतु अत्र. अधुना भवती कुत्र अस्ति? अहं बाल्टिमोर् नगरे अस्मि. उत्तमम्, इत्युक्ते गृहे अस्ति. गृहे उत्तमं. भवती गृहतः कुतः गतवती गते सप्ताहे? किमपि भगिनी किमपि वदतु. अत्र सत्यमेव वक्तव्यं, सत्यमेव वक्तव्यम् इति नास्ति, केवलम् अभ्यासार्थं वदामि. देवालयं गतवती. देवालयं गतवती. ततः कुत्र गतवती? ततः देवालयात् गृहम् आगतवती. गृहम् आगतवती इत्युक्ते भवती प्रथमतया गृहे अस्ति, अनन्तरं गृहतः देवालयं गतवती, ततः पुनः गृहं प्रत्यागतवती. इत्युक्ते अत्र प्रथमतया कुतः गतवती? प्रथमतः अहं गृहात् देवालयं गतवती. इत्युक्ते यदि भवती वक्तुमिच्छति चेत् अहं गृहतः अथवा अहम् इतः ततः गतवती. इतः अत्र इतः इत्युक्ते गृहतः इति अर्थः. इतः ततः गतवती. ततः इत्युक्ते देवालयः. ततः इतः आगतवती. ततः इत्युक्ते देवालयात् उत्तमं. देवालयात् इतः आगतवती. इतः इत्युक्ते गृहतः. इत्युक्ते भवती किम् अवगतवती अत्र? इतः ततः इति वदामश्चेत् तत्र भवती कथं जानाति इतः इत्युक्ते? साधारणतया वयं भवती जानाति एव अत्र तत्र इति पदद्वयं जानाति एव. अत्र इत्युक्ते? अत्र इत्युक्ते इतः. अत्र इत्युक्ते हियर् तत्र इत्युक्ते देर् तदेव इत्युक्ते साधारणतया वयं अत्र जानीमः तत्र जानीमः परन्तु अत्रतः तत्रतः इति न वदामः. किं वदामः? अत्रतः इति तु सम्यक् पदं नास्ति. तस्मिन् स्थाने इतः इति वदामः, तत्रतः इति न वदामः. किं वक्तव्यं तत्र? तत्र ततः ततः इत्युक्ते तत्रतः न वदामः. किं वदामः? तस्मिन् स्थाने ततः इति एव समीचीनं रूपं. तथा एव भवती जानाति एव कुत्र कुत्र कुत्र, परन्तु कुत्रतः इति न वदामः. किं वक्तव्यं? कुतः कुतः तावदेव. इदानीं पर्यन्तम् अहं वदामि एकवारम्. अहम् अधुना गृहे अस्मि, इतः अहं पाठशालां गच्छामि, ततः पाठशालातः अहं देवालयं गच्छामि, ततः पुनः एकवारं पाठशालां गतवती, पाठशालातः गृहम् आगतवती, अनन्तरम् अहम् आपणं गतवती. इत्युक्ते अद्य अहं इतस्ततः गतवती, इतस्ततः गतवती. अहं प्रथमतया आपणं गतवती, तदनन्तरं देवालयं गतवती, ततः आपणं गतवती, ततः रेलस्थानकं गतवती, तथा अहं हियर् अण्ड् देर् हियर् अण्ड् देर् इतस्ततः सञ्चरितवती. उत्तमं भगिनी. अबौट् देट् इतस्ततः, इट् मीन्स् हियर् अण्ड् देर् लैक् मल्टिपल् ओन्लि आर् अहम् इतः देवालयं गच्छति, इतः ओके इतः ततः, सो इट्स् ओन्लि फार् सेयिङ्ग् हियर् अण्ड् देर् नाट् वन् फ्रोम् हियर् टु देर्. भगिनी भवती एव वदतु अधुना. अहं चत्वारि पदानि ददामि, यदि अत्र विद्यालयः, आपणः, वित्तकोशः, ग्रन्थालयः इति चत्वारि पदानि सन्ति. भवती कुतः कुत्र गतवती वदतु. अहं गृहे अस्मि, इतः अहं देवालयम् अस्ति वा किमपि भवती एव. अहम् इतः ग्रन्थालयं गच्छामि, ततः अहम् आपणं गच्छामि, ततः अहं देवालयं गच्छामि, ततः गृहं प्रत्यागच्छामि. उत्तमं. तत्र गृहं प्रत्यागच्छामि, तत्र प्रत्यागच्छामि इति पदमस्ति. तत्र रघुपत्याचार्य महोदय वदतु, तत्र सन्धिः का? प्रति आगच्छामि, प्रत्यागच्छामि, यणसन्धि, इकारस्य स्थाने यकारादेश. उत्तमं. यणसन्धि अर्थम् इ प्लस् आ अस्ति वा? महोदय वदतु, यणसन्धिः का? यणसन्धि यणसन्धि यवरल लण् हयवरट् लण् अत्र यकारसारभ्य लण् पर्यन्तं नकारपर्यन्तम् अत्र भगिनी. परन्तु अस्माकं विषयः नास्ति, परन्तु विषयान्तरमस्ति, परन्तु किञ्चित् वदामि. अत्र प्रत्यागच्छामि इति पदम् उक्तवती भवती. प्रतियोगः आगच्छामि, प्रति इत्यस्मिन् पदे अन्तिमवर्णः इकारः, आगच्छामि इत्यस्मिन् पदे प्रथमवर्णः आकारः. तत्र सूत्रमस्ति इको यणचि इत्युक्ते इकः, इकः इत्युक्ते इऊरु, इकः इति एकः प्रत्याहारः. इकः स्थाने अचि परे, अचि इत्युक्ते अच् प्रत्याहारः इति वदामः. अच् प्रत्याहारः इत्युक्ते सर्वे स्वराः इत्युक्ते अकारात् आरभ्य ऐकारपर्यन्तं सर्वे स्वराः. अकारारभ्य ऐकारपर्यन्तम् अच् अच् वर्णाः वयं जानीमः. अच् वर्णाः इत्युक्ते अचः इति वदामः. अच् वर्णाः वयं जानीमः एव, यत्र रामः इति पदम् अजन्तपदम्, अच् अन्ते अस्ति इति कारणतः रामः इति पदम् अकारान्तपुंलिङ्गपदम् इति तस्मिन् सन्दर्भे वयं वदामः. रामः इति अजन्तपदं तत्रापि सन्धिः भवति भगिनि. अच् अन्ते अच् प्लस् अन्तः अजन्तः, तत्र जस्व सन्धिः भवति. इत्युक्ते अत्र अत्र सन्धिकार्यमस्ति, किमपि नास्ति तत्र. अत्र इको इणच् इत्यस्मिन् सूत्रे इकः स्थाने यदि अचि परे यण् आदेशः भवति. यण् इत्युक्ते यथा महोदयः उक्तवान् यवरल, तत्र इत्युक्ते प्रथमतया अत्र इकारस्य स्थाने यकारादेशः भवति. प्रति योगः आगच्छामि, तत्र इकारस्य स्थाने यकारादेशः अभवत्. तदर्थमेव प्रत्या भवति. तदर्थमेव तत्तु विषयान्तरमस्ति, अधुना अस्माकं विषयः नास्ति. अनन्तरम् अत्र जयन्त् महोदय, भवानपि अभ्यासं करोति वा अत्र अत्र? अस्तु भगिनि, करोतु करोतु. इच्छति चेत् अस्तु भगिनि. पदम् इतः ततः कुतः इतस्ततः इति पदं वाक्यम् अहं कुर्मः. अस्तु, मम एकनिमिषं, मम आफीस् इति किं पदं? कार्यालयं. मम कार्यालयं कुतः अस्ति इति मम सहोदरः पृच्छति. अहं वदामि मम कार्यालयं ततः अस्ति. सः अनन्तरं पृच्छामि कुतः अस्ति. अहं एकं मार्गं वदामि. अहं वदामि कार्यालये ततः अस्ति. मार्गे एकं वित्तकोशः अस्ति, तत्र समीपे ततः मम कार्यालयम् अस्ति. तत्र मम कार्यालयमस्ति इति वदामः. परन्तु इतः तत्र गच्छामि, ततः अत्र आगच्छामि इति वदामः. फ्रम् हियर्, फ्रम् देर्, अत्र फ्रम् हियर् इत्युक्ते इतः, फ्रम् देर् इत्युक्ते ततः. अत्र तत्र मम कार्यालयः अस्ति इति वदामः. पुनः एकवारं समीकृत्य वदतु महोदय, इतः ततः. भवान् कुतः गतवान्, कुतः कुत्र गतवान् इति वदतु. इतः तत् इतः अहं गृहतः कार्यालयं गतवान्. गृहतः कार्यालयं गतवान्, कार्यालये अहं कार्यं कृतवान्, कार्यालयतः अहं गृहम् आगतवान्. अधुना वित्तकोशः अथवा ग्रन्थालयः अथवा चित्रमन्दिरं अस्तु भगिनि. अस्तु, अहं कार्यालयतः आपणं गतवान्. आपणतः अहं उद्यानं गतवान्. उद्यानतः अहं देवालयं गतवान् देवालयतः अहं गृहम् आगतवान् उत्तमं महोदय अधुना भूमा भगिनी भवती वदति वा अत्र अहं पदं वदामि भवती तसिल् प्रयोगं कृत्वा अत्र तः इति प्रत्ययः तः इति प्रत्ययः तस्य नाम अस्ति तसिल् प्रयोगः इत्युक्ते तः योजयित्वा भवती अन्तिमं रूपं वदतु वृक्षः किं भवति वृक्षतः स्यूतः स्यूततः विकल्पेन कथं वक्तुं शक्नुमः अन्यत् रूपं वृक्षात् उत्तमं स्यूतात् तथापि वक्तुं शक्नुमः कार्यालयः कार्यालयात् कार्यालयतः उत्तमं वित्तकोशः वित्तकोशात् वित्तकोशतः आपणः आपणात् आपणतः हस्तः हस्तात् हस्ततः स्थालिका स्थालिका स्थालिका स्थालिकाया स्थालिकया अत्र स्थालिका जानाति वा स्थालिका इत्युक्ते स्थालिका प्लेट् उत्तमम् इत्युक्ते स्थालिका इति पदस्य स्त्रीलिङ्गपदं वदतु अत्र रूपद्वयं वदतु रमाया न स्थालिकाया स्थालिकातः सम्यक् एव स्थालिकातः इति अपि वक्तुं शक्नुमः अथवा तत्र पञ्चमीविभक्तेः रूपं वदामश्चेत् रघुपत्याचार्य महोदय वदतु अत्र अत्र स्थालिका इति वदामश्चेत् स्थालिकायाः स्थालिकायाः इत्यपि वक्तुं शक्नुमः नो चेत् स्थालिकातः इत्यपि सम्यकेन अनन्तरं पाठशाला वदतु पाठशालायाः अथवा पाठशालातः नदी नद्याः नदीतः कूपी कूप्याः कूपीतः उत्तमं गृहं गृहात् गृहतः उत्तमं क्रीडाङ्गणं क्रीडाङ्गणात् क्रीडाङ्गणतः उत्तमं मन्दिरं मन्दिरात् मन्दिरतः उत्तमं भगिनी धन्यवादः अधुना शोभा भगिनी भवती वदतु अहं वदामि गङ्गानदी हिमालयः वाक्यं रचयतु गङ्गानदी हिमालयतः वहति उत्तमं पुत्री विद्यालयः पुत्री विद्यालयतः अथवा विद्यालयात् आगच्छति उत्तमं फलं वृक्षः फलं वृक्षात् पतति अथवा फलं वृक्षतः पतति उत्तमं पत्रं भारतदेशः पुनरेकवारं वदतु भगिनि पत्रं भारतदेशः पत्रं भारतदेशः पत्रं भारतदेशतः अथवा देशात् आगच्छति उत्तमं यदि भूतकालार्थे वदामश्चेत् पत्रं भारतदेशात् आगतम् आगतम् इत्युक्ते आगच्छति समीचीनं रूपमेव आगच्छति लट्लकाररूपं वर्तमानकालरूपं परन्तु आगतम् इति रूपं क्षान्तरूपं भूतकालार्थे वदामः इत्युक्ते पत्रं भारतदेशात् आगतम् तथा एव क्षान्तरूपं तथा एव पुस्तकं ग्रन्थालयः पुस्तकं ग्रन्थालयतः आगतं नाट् आगतं बै इट्सेल्फ् ग्रन्थालयतः स्वीकरोमि स्वीकरोमि नयामि उत्तमम् अनन्तरं शाटिका आनयामि उत्तमं शाटिका आपणः शाटिका आपणतः अथवा आपणात् अहम् आनयामि आनयामि आनयामि अथवा तत्र सम्यक् क्रियापदं किं भवति शाटिका आपणतः आपणतः क्रीणामि उत्तमम् आपणतः क्रीणामि अत्र प्रश्नवाचकवाक्यं वदतु अहं शाटिकां कुत्र क्रीणामि कुत्र क्रीणामि उत्तमं कुतः कुतः अपि कुतः कुतः कुतः कुतः एव समीचीनरूपं यदि कुत्र इति वदामश्चेत् शाटिका आपणे अस्ति परन्तु कुतः क्रीणामि आपणात् अथवा आपणतः क्रीणामि तदेव अत्र वयम् अधुना किं कुर्मः इत्युक्ते भवन्तः जानन्ति एव परन्तु अत्र अहम् एकं करपत्रं प्रेषितवती अत्र सर्वेषां पार्श्वे अस्ति वा अत्र करपत्रं किमित्युक्ते पञ्चमीविभक्तेः विषये एव तत्र समाचारः दत्तः अत्र भवती एकवारं पठति वा भगिनी अत्र किं दत्तमस्ति इति वदति वा करपत्रे पञ्चमीविभक्तिः विद्यालयात् अथवा विद्यालय विद्यालयतः विद्यालयात् अपि विद्यालयतः समानपदानि सन्ति एतयोः अर्थभेदः नास्ति तावदेव इत्युक्ते विद्यालयात् अथवा विद्यालयतः एतयोः अर्थभेदः नास्ति अपि च पञ्चम्यात् पुंलिङ्गं शीर्षिकानि सन्ति पञ्चम्यात् अपि तः प्रत्यये इत्युक्ते अत्र अत्र अत्र किं तत्र किं दत्तमस्ति पञ्चम्याम् इत्युक्ते पञ्चमे विभक्तौ पुंलिङ्गे रूपं कथं भवति स्त्रीलिङ्गे कथमस्ति अथवा नपुंसकलिङ्गे कथमस्ति इति तत्र भिन्नभिन्नरूपाणि दत्तानि परन्तु केवलं तः प्रत्ययं योजयामश्चेत् तत्र सौलभ्यं भवति कथं यथा विद्यालयात् विद्यालयतः अपुंलिङ्गे स्त्रीलिङ्गे मालायाः मालातः नपुंसकलिङ्गे पुस्तकात् पुस्तकतः इत्युक्ते तत्र पञ्चमे विभक्तौ पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि भिन्नानि भवन्ति तदर्थं तस्य रूपं किम् इति चिन्तनस्य आवश्यकता भवति परन्तु केवलं तः प्रत्ययं योजयामः तत्र अस्माकं कार्यं सुलभः भवति आम् आम् न केवलं विद्यालयतः मालातः पुस्तकतः इति वदामश्चेत् पर्याप्तं भवति तथा एव अत्र अन्ततो तथा एव अत्र एकवचने द्विवचने बहुवचने च रूपाणि भिन्नानि भवन्ति परन्तु केवलं तः प्रत्ययं योजयामश्चेत् सर्वदा केवलं तः इति योजनेन अस्माकं कार्यं भवति सुलभं भवति भवती अवगतवती वा अस्मिन् करपत्रे तदेव अत्र दत्तमस्ति अन्ततो गत्वा अधोभागे किं दत्तमस्ति अन्तिमभागे एकनिमिषम् अन्तिमभागे कोष्टकम् अस्ति अत्र पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं पदानि सन्ति एकवचनं द्विवचनं बहुवचनं पुंलिङ्गे आत् आभ्याम् एभ्यः स्त्रीलिङ्गे याः आभ्याम् आभ्यः नपुंसकलिङ्गे आत् आभ्याम् एभ्यः एतानि सर्वे पदानि तः उपयुज्य वयं वाक्यं रचितुं शक्नुमः उत्तमं तावदेव इत्युक्ते एतेषां सर्वेषां पदानां स्थाने केवलं तः योजनेन अस्माकं कार्यं सम्यक् भवति इत्युक्ते तत्र सौलभ्यमस्ति उत्तमं तावदेव तस्मिन् करपत्रे अपि च अधुना भगिनी सौलभ्यं सुलभं पदस्य भावरूपम् अस्ति वा उत्तमं तावदेव सुलभः सुलभस्य भावः सौलभ्यं सुलभस्य भावः सौलभ्यं तथा एव यथा वयं उक्तवन्तः तरसमभावः एव तारतम्यं सुन्दरसौन्दर्यं तदेव तावदेव अत्र अधुना रघुपतिमहोदय भवान् वदति वा अत्र त्रयस्त्रिंशत्तमे त्रयस्त्रिंशत्तमे कूटे इत्युक्ते पेज् 33 अन्तः बहिः अत्र अत्र तत् वयं गतसप्ताहे वयं कृतवन्तः 9.1 भागे 9.2 अपि इदानीं 9.1 भागे 9.1 भागे इतः ततः अत्र अत्र अत्र एव अत्र इतः इतः ततः कुतः अत्र पिता पिता पुत्रयोः सम्भाषणं दत्तमस्ति भवान् एव पठतु एकनिमिषं पिता पुत्रयोः सम्भाषणम् आहा ओके पुत्र पुत्रः एतत् लोकायनं कुतः आगतं पिता मैसूरुतः आगतं पुत्रः इतः कुत्र गच्छति पिता इतः मैसूरु गच्छति पुत्रः ततः कदा आगमिष्यति पिता ततः श्वः आगमिष्यति पुत्रः एते जनाः किं कुर्वन्ति पिता एते इतस्ततः सञ्चरन्ति उत्तमम् इत्युक्ते अत्र पुत्रः प्रथमतया प्रश्नं पृच्छति एतत् लोकयानं कुतः आगतम् इति उक्तवान् इति प्रश्नं पृष्टवान् सः इत्युक्ते अत्र लोकयानं लोकयानम् इति पदं नपुंसकलिङ्गं जयन्त् महोदय भवान् वदति वा अस्तु भगिनि एतत् लोकयानं कुतः आगतम् एतत् शब्दम् इति एष शब्दस्य नपुंसकलिङ्गरूपमस्ति लोकयानं लोकयानम् इति शब्दः नपुंसकलिङ्गशब्दम् अस्ति इति द्वितीया विभक्ति अस्ति वा भगिनि लोकयानं द्वितीया विभक्ति अत्र अत्र वाक्यं दत्तमस्ति एतत् लोकयानं कुतः आगतम् इति वाक्यमस्ति इत्युक्ते अत्र लोकयानम् इति नपुंसकलिङ्गं पदम् इति कृत्वा तत्र सर्वनामपदम् अपि नपुंसकलिङ्गे अपि च क्तान्तपदम् इति वदामः तत्र अग्रे गत्वा वयं पठिष्यामः क्तान्तरूपाणि इति वदामः क्तान्तप्रत्ययानि रूपाणि इति वदामः क्तान्तप्रत्ययानि साधारणतया त्रिषु लिङ्गेषु भवन्ति यदि पुंलिङ्गे वदामश्चेत् आगतः स्त्रीलिङ्गे वदामश्चेत् आगता नपुंसकलिङ्गे वदामश्चेत् आगतम् इति क्तान्तरूपाणि साधारणतया वाक्ये क्तान्तरूपं क्रियापदम् इव कार्यं करोति क्रियापदम् अस्मिन् वाक्ये क्रियापदं नास्ति तत्र यदि क्रियापदं योजयित्वा वदामश्चेत् आगतम् अस्ति अथवा आगतम् आसीत् इति वक्तुं शक्नुमः परन्तु अत्र तस्य आवश्यकता एव नास्ति यदि वर्तमानकाले वदामश्चेत् अस्ति अथवा भूतकालार्थे वदामश्चेत् आसीत् एतत् लोकयानं कुतः आगतम् आसीत् इति वक्तुं शक्नुमः परन्तु तस्य आवश्यकता नास्ति तदर्थमेव तेन लिखितवन्तः आगतमिति पदं स्थान्तपदम् अधुना आचार्य महोदय भवान् वदतु अत्र बालकः इति पदं योजयित्वा वदामश्चेत् कथं वदामः बालकः योजयित्वा वदामश्चेत् एषः बालकः वदतु एषः बालकः बालकः तस्य अत्र एतत् लोकयानं कुतः आगतम् इत्यस्मिन् स्थाने लोकयानम् इति पदम् अस्ति परन्तु एषः बालकः कुतः आगतः बालकः इत्यपि वक्तुं शक्नुमः तथा एव बालिका योजयित्वा वदतु एषा बालिका कुतः आगता कुतः आगता इत्युक्ते अत्र आगतपदम् अत्र आगत इति पदं शान्तरूपं तदर्थं त्रिषु लिङ्गेषु उपयोगं कुर्मः परन्तु तस्मिन् वाक्ये विशेषणरूपेण प्रयुक्तमस्ति इत्युक्ते एतत् लोकयानम् आगतं कुतः आगतम् इति पदं लोकयानम् इति पदस्य विशेषणं भवति तथा एव एतत् अपि विशेषणम् अपि च सर्वनामपदम् अत्र आगतम् इति पदं क्रियापदम् इव कार्यं करोति अपि च लोकयानम् इत्यस्य विशेषणं भवति तथा एव अत्र मैसूरुतः आगतम् इति सः उक्तवान् अपि च पुत्रः किं वदति इतः कुत्र गच्छति इतः इत्युक्ते तत्र इतः कुत्र गच्छति इतः इति पदं तस्मिन् स्थाने किं वक्तुं शक्नुमः वयं न जानीमः किमर्थं चेत् तत्र सः कुत्र अस्ति इति वयं न जानीमः तदर्थं न जानीमः अतः एव इतः कुत्र गच्छति इति बालकः पृष्टवान् इतः पुनः मैसूरुनगरं गच्छति अपि च ततः इत्युक्ते ततः कदा आगमिष्यति फ्रम् देर् कदा आगमिष्यति फ्रम् मैसूरुनगरतः कदा आगमिष्यति तावदेव ततः श्वः आगमिष्यति इति अस्ति एते जनाः किं कुर्वन्ति अत्र तस्य उत्तरं किं दत्तमस्ति अत्र एते जनाः इतस्ततः सञ्चरन्ति उत्तमम् इतस्ततः सञ्चरन्ति अत्र इतस्ततः इत्यस्मिन् अत्र सन्धिः अस्ति महोदय जानाति वा हा हा इतस्ततः इतः तत् इतस्ततः इति स्तोश्चुनश्चुः सारि इति विसर्गसन्धि अस्ति विसर्गसन्धि इतः सकारस्य इतः तथा सकारस्य सारि विसर्गस्य रकारस्य सकारः भवति उत्तमम् इत्युक्ते अत्र शृण्वन्तु अत्र इतस्ततः इति पदमस्ति अत्र इतः योगः ततः इतः प्लस् ततः अत्र इतः ततः पदद्वयं योजयामश्चेत् योजयित्वा सन्धिं कुर्मः चेत् इतः योगः ततः योगः इत्युक्ते संस्कृतभाषायां योगः इत्युक्ते प्लस् इतः योगः ततः तत्र इतः इत्यस्मिन् अन्तिमवर्णः विसर्गः विसर्गस्य स्थाने सकारादेशः भवति सकारादेशः भवति तत्र पञ्चभाटसूत्राणि सन्ति प्रथमं भाटसूत्रम् अत्र कार्यं करोति प्रथमं भाटसूत्रं किम् इत्युक्ते विसर्जनीयस्य सः खरि इत्युक्ते विसर्जनीयस्य स्थाने सकारादेशः भवतु यदि खरी परे खरी इत्युक्ते खर् प्रत्याहारस्थवर्णः तकारः खर् प्रत्याहारस्थवर्णः इत्युक्ते विसर्जनीयस्य सः खरि तत्र अन्यः भागः अपि अस्ति काखापाप्येतुविसर्गः इति वदामः तत्तु अन्यः विषयः परन्तु अत्र इतः योगः ततः इत्यस्य अत्र विसर्गस्य स्थाने सकारादेशः भवति अत्र तथा एव अत्र सञ्चरन्ति इति पदमस्ति अत्रापि पश्यन्तु सञ्चरन्ति कथं लिखितमस्ति अत्र वदतु महोदय भवान् जानाति चेत् सञ्चरन्ति तथा सञ्चरन्ति अनुस्वारस्य परसवर्ण इति गै परे एकनिमिषम् अनुस्वारस्य परसवर्ण अस्ति उत्तमम् इत्युक्ते प्रथमतया अत्र सञ्चरन्ति इत्यस्मिन् स्थाने प्रथमतया मकारस्य स्थाने अनुस्वारादेशः भवति मूलस्वारः इति सूत्रेण इत्युक्ते मकारस्य स्थाने अनुस्वारादेशः भवति तदनन्तरं किं भवति, अनुस्वारस्य स्थाने तत्तत् वर्गस्य परवर्णः आदेशः परवर्णः आदेशः अनुनासिकवर्णः आदेशः भवति. किमर्थं तथा इत्युक्ते अत्र अनुस्वारस्य स्थाने अत्र चवर्गीय अन्तिमव्यञ्जनं किम्? इत्युक्ते तदर्थम् अत्र अनुस्वारस्य स्थाने चवर्गीय अन्तिमव्यञ्जनं किम्? अनुनासिकव्यञ्जनं तत्र इणि इति इणि तथा वदामः. तत्र उच्चारणं सम्यक् अहमपि सम्यक् न जानामि. इणि इति अहं वदामि. तत् अनुनासिकव्यञ्जनम् अनुस्वारस्य स्थाने आगच्छति. तत्र सन्धिः अस्ति परसवर्णसन्धिः इति वदामः. तस्य सूत्रमस्ति अनुस्वारस्य ययी पारसवर्णः. अत्र सन्धिद्वयमस्ति, इतस्ततः विसर्गसन्धिः, सञ्चरन्ति परस्वर्णसन्धिः. उत्तमम्. अनन्तरम् अग्रिमे पुटे किमस्ति इति किञ्चित् पश्येम. महोदय, भवानेव पठतु अत्र चतुस्त्रिंशत्तमे पुटे. इतः ततः कुतः इतस्ततः विशेषसूचना. अत्रतः तत्रतः कुत्रतः उपरितः सम्यक् नास्ति. अत्रतः नास्ति, इतः योजनीयं. तत्रतः सम्यक् नास्ति, ततः. कुत्रतः स्थाने कुतः इति एव समीचीनं रूपम्. उपरितः न वक्तव्यम्, उपरिष्ठात्. उपरितः उपरिष्ठात् तहसील् नास्ति एव तत्र. अत्र उपरितः इति सम्यक् रूपं नास्ति, उपरिष्ठात्. तत्र तः न आगच्छति, उपरिष्ठात् इति न आगच्छति इति भाति. तथा एव अधः, अधः इति वदामश्चेत् अधस्तात्. अधस्तात् अधस्तात् इति वदामः. उत्तमम्. इदानीं पर्यन्तं वयं किञ्चित् अत्र परिशीलितवन्तः. अधुना शोभा भगिनी 9.2 भागे, भवती जानाति एव अत्र इदानीं पर्यन्तं वयं किञ्चित् अभ्यासं कृतवन्तः. इतः तत्र गतवती, ततः अन्यत्र गतवती, ततः अहं पुनः प्रत्यागतवती, ततः वयम् अभ्यासं कृतवन्तः एव. तदर्थं भवती कर्तुं शक्नोति एव. 9.2 भागे अत्र शङ्करः नाम एकः पुरुषः अस्ति, सः बेङ्गलूरुतः प्रस्थाय दक्षिणभारतप्रवासं कृतवान्. सः कुतः कुत्र गतवान् इति लिखतु इति अभ्यासः दत्तः. भवती करोतु. आं भगिनि, यथा प्रथमतया उदाहरणं वदामि. शङ्करः बेङ्गलूरुतः शृङ्गेरी गतवान्. अत्र भगिनी, अत्र मुद्रणदोषः अस्ति भगिनी. अत्र तस्य नाम अस्ति शृङ्गेरी, परन्तु गतवान् इति पदं योजयित्वा वदामश्चेत् तत्र गन्तव्यस्थानमस्ति. साधारणतया गम् धातुः सकर्मकधातुः इति कृत्वा तत्र गन्तव्यस्थानमस्ति इति कृत्वा तत्र शृङ्गेरीं गतवान् इति. शृङ्गेरी, शृङ्गेरीम् अथवा शृङ्गेरीनगरम्. उत्तमं. तथा वक्तुम् इच्छति चेत् शृङ्गेरीनगरं गतवान् इत्यपि समीचीनं, नो चेत् शृङ्गेरीं गतवान्. अत्र केवलम् अनुस्वारः न दृश्यते. दृश्यते वा अत्र शृङ्गेरी? अनुस्वारं दृश्यते, न दृश्यते, न दृश्यते, किन्तु अनुस्वारम् आवश्यकं. यतः गतवान् गवर्ग व्यञ्जनम् अस्ति. न न, तथा न वदतु महोदय. अत्र यथा उक्तवान् अत्र अनुस्वारः न दृश्यते. अनुस्वारः न दृश्यते. परं तत्र कारणं किम् इत्युक्ते भगिनि, शृङ्गेरी इति तत्र स्थलस्य नाम अस्ति, शृङ्गेरी इति स्थलं गतवान्, तदर्थं तत्र गन्तव्यस्थानम् अस्ति इति कृत्वा, गम् धातुः सकर्मकधातुः इति कृत्वा तस्मिन् वाक्ये शृङ्गेरीम् इति पदं कर्मपदं भवति. I'll say it in English, bhagini. Shrungeri, going to Shrungeri, Shrungeri becomes Shrungerin. Because there is a vyanjana, like a ga, we use anuswara, not ma. Atra vishedvayam asti, bhagini. Atra vishedvayam asti. Tatkimi chukte, atra ethapuru maham uptavati, Shrungeri iti, शङ्करः कुत्र गतवान् इति प्रश्नं पृच्छामश्चेत्, शङ्करः कुत्र गतवान्, अहं पृच्छामि, भवती कुत्र गतवती ह्यः, किमपि वदतु. ह्यः अहं आपणं गतवती. परन्तु तत्र पदमस्ति आपणः, परन्तु किमर्थम् आपणम् उक्तवती? बिकास् आपणः बिकम्स् कर्मपदम्, तथा एव अत्रापि भवती आपणं गतवती, परन्तु अत्र शङ्करः शृङ्गेरीं गतवान्. ऐ थिङ्क् वाट् ऐ वास् ट्रैङ्ग् टु से भगिनि, वै अनुस्वार कम्स् इन्स्टेड् आफ् मा, दट् डिपेण्ड्स् आन् वाट् ईस् फालोयिङ्ग् आफ्टर् दट्. सो सिन्स् गा इस् अ व्यञ्जना, इट् बिकम्स् अनुस्वार. If it was starting with vowel, it would be ma. Atra bhavati kim vaktum icchati, aham chintayami, bhavati kim vaktum icchati icchate, atra yadi vayam shankarah athava bengaluru athava shungeri adatrayam api pashyamaschet, atra shankarah itesmin pade api tatra anuswarasyei parasavarnah iti sutrena, atra shankarah तत्र अनुस्वारस्य स्थाने कवर्गीय अन्तिमव्यञ्जनं लिखितमस्ति. इत्युक्ते भवती लेखनशैली कथमस्ति इति वक्तुमिच्छति. तत्तु एकः विषयः, परन्तु अत्र व्याकरणे अत्र सकर्मकपदं भवति शृङ्गेरि. यद्यपि अत्र अनुस्वारः न दृश्यते, शृङ्गेरीम् इति न दृश्यते, परन्तु तत्र शृङ्गेरीम् एव वक्तव्यम्. तथा एव बेङ्गलूरु तत्रापि यथा भवती उक्तवती अनुस्वारस्यै परसवर्णः इत्यनेन अनुस्वारस्य स्थाने कवर्गीय अन्तिमव्यञ्जनं ञकारः आगतः. तथा एव शृङ्गेरी अपि तत्रापि कवर्गीय अन्तिमव्यञ्जनं ञकारः आगतः. इत्युक्ते अत्र लेखनशैलीं अत्र लेखनशैल्यां वैशिष्ट्यम् अस्ति, परन्तु अग्रे गत्वा तत्र सन्धिः अस्ति इति वयम् अवगन्तुं शक्नुमः. अग्रे गत्वा सन्धिवर्गं यदि भवती सन्धिवर्गं गच्छति चेत् तत्र एते सर्वे सन्धयः वयं पठिष्यामः. अत्र सन्धिः अस्ति इति कारणतः एव तथा अत्र लेखनीयम्. आं भगिनि, अहं सन्धिवर्गस्य वर्गम् आगन्तुम् इच्छामि, परन्तु अधुना अस्माकं विषयः अस्ति शृङ्गेरीं गतवान् इति. तत्र यद्यपि अनुस्वारः न दृश्यते, तत्र अनुस्वारः लेखनीयः. शङ्करः शृङ्गेरीतः धर्मस्थलम् आगतवान् धर्मस्थलम् आगतवान् अपि अनन्तरं धर्मस्थलतः मङ्गलूरु नगरम् आगतवान्. मङ्गलूरु अहं नगरम् एव उपयुज्य वक्तुं शक्नुमः भगिनि, मङ्गलूरु न शक्नोमि, न वक्तुं शक्नोमि. किमर्थं? यदि मङ्गलूरु इति पदं तत्र आङ्ग्लभाषापदं नास्ति, तदर्थं यदि पदम् आङ्ग्लभाषा पदमस्ति चेत् तदा नगरम् इति योजयित्वा वदामः. यदि सान् फ्रान्सिस्को गच्छामि इति वदामश्चेत् अहं सान् फ्रान्सिस्को नगरं गच्छामि इति एव समीचीनं भवति. परन्तु एतानि नामानि अत्र कन्याकुमारी, अनन्तशयनं, मङ्गलूरु, एतानि पदानि अस्माकं स्वस्य स्वीयपदानि एव. इत्युक्ते संस्कृतभाषायाम् अपि मङ्गलूरुं गतवान् सम्यक् अस्ति एव. सम्यक् अहं चिन्तयामि मङ्गलूरु नगरं गतवान् सम्यक् एव. मङ्गलूरुतः अनन्तशयनं नगरं गतवान्, ततः कन्याकुमारीं गतवान्. ततः इत्यस्मिन् स्थले किं वक्तुं शक्नुमः? ततः स्थले कन्याकुमारीत् न न भगिनि, अत्र मङ्गलूरुतः अनन्तशयनं गतवान्. ततः इत्यस्मिन् स्थले कन्याकुमारीतः अथवा अनन्तशयनतः अनन्तशयनतः कन्याकुमारीं गतवान्. कन्याकुमारीतः रामेश्वरं गतवान्. रामेश्वरंतः पाण्डिचेरीं गतवान्. पाण्डिचेरी पश्यतु भगिनी, इदानीं पर्यन्तम् अत्र पश्यतु. बेङ्गलूरुतः सम्यक् रूपं, शृङ्गेरीतः, धर्मस्थल तत्र किं वदामः वदतु? धर्मस्थलतः इत्युक्ते तत्र मकारं त्यक्त्वा केवलं धर्मस्थलतः. तथा एव मङ्गलूरुतः अपि च अनन्तशयनतः. उत्तमं, तावदेव. तथा वक्तव्यं कन्याकुमारीतः रामेश्वरं रामेश्वरतः पाण्डिचेरीतः मद्रास् नगरं गतवान्. मद्रास्तः तिरुपतिः गतवान् अथवा तिरुपतिनगरं गतवान्. तिरुपतिः यदि नगरं त्यक्त्वा वदामः तिरुपतितः. उत्तमं, वदतु. तिरुपतिं गतवान् सम्यक् अस्ति वा भगिनि? तिरुपतिं गतवान् तिरुपतिं गतवान् तिरुपतितः बेङ्गलूरु नगरं प्रत्यागतवान्. उत्तमम्. अत्र महोदय, रघुपतिमहोदय, भवान् वदतु अत्र विषयः कः, कथं वक्तव्यं? तः इति वदामश्चेत् पुंलिङ्गे कथं वदामः? अत्र पदानि वदतु एकवारं. बेङ्गलूरु तः बेङ्गलूरु बेङ्गलूरुतः बेङ्गलूरुतः बेङ्गलूरु पुल्लिङ्ग शृङ्गेरी शृङ्गेरीतः धर्मस्थलतः मङ्गलूरुतः अनन्तशयनतः कन्याकुमारीतः रामेश्वरतः पाण्डिचेरीतः मद्रास्तः तिरुपतितः तथा वक्तव्यं, तः वदामश्चेत्. यदि बेङ्गलूरुं गतवान्, कुत्र गतवान् इति वदामश्चेत् तत्र तदा किं भवति? भवान् एव वदतु अत्र. सः शङ्करः बेङ्गलूरुं गतवान्, बेङ्गलूरुनगरं गतवान्. यदि नगरम् इति त्यक्त्वा नगरम् इति न वदामश्चेत् केवलं शङ्करः बेङ्गलूरुं गतवान् बेङ्गलूरुं गतवान् बेङ्गलूरु बेङ्गलूरुतः शृङ्गेरीं गतवान् शृङ्गेरीतः धर्मस्थलं गतवान् धर्मस्थलतः मङ्गलूरुं गतवान् मङ्गलूरुतः अनन्तशयनं गतवान् अनन्तशयनतः कन्याकुमारीं गतवान् कन्याकुमारीतः रामेश्वरं गतवान् रामेश्वरतः पाण्डिचेरीं गतवान् पाण्डिचेरीतः मद्रास् गतवान् पाण्डिचेरीतः मद्रास् नगरं तत्र एव केवलं मद्रास् नगरम् इति वदामः. किमर्थं चेत् मद्रास् इति पदं स्वीयपदं नास्ति, इत्युक्ते अत्र आङ्ग्लभाषा पदं चिन्तयामि, अतः एव तत्र केवलं नगरं योजयित्वा वदामः. अपि च भगिनि अत्र चेन्नै भारतीयशब्दः अस्ति, चेन्नैं गतवान्. चेन्नैं गतवान्, चेन्नै नगरम् उत्तमं, चेन्नैं गतवान् इत्युक्ते अहं किं वक्तुम् इच्छामि इत्युक्ते अत्र यदि कुत्र गतवान् इति वदामश्चेत् तदा सर्वदा तत्पदं द्वितीयाविभक्तौ एव भवति, यथा शृङ्गेरीं. यदि नपुंसकलिङ्गपदमस्ति चेत् साधारणतया तत्र अनुस्वारः वा मकारः अन्ते अस्ति एव, तत्र किमपि परिवर्तनं न भवति, यथा रामेश्वरं, धर्मस्थलम्, अनन्तशयनम् इति पदानि नपुंसकलिङ्गपदानि इति कृत्वा तत्र नपुं अनुस्वारः पूर्वमेव अस्ति, तत्र किमपि न करणीयं. परन्तु पुंलिङ्गपदमस्ति चेत् नकारं योजयित्वा वदामः. कुत्र गतवान्? तिरुपतिं गतवान् शङ्करः, कन्याकुमारीं गतवान्, पाण्डिचेरीं गतवान् इति वदामः. परन्तु तः योजयित्वा वदामश्चेत् अत्र किं भवति? केवलं नपुंसकलिङ्गे एव तत्र परिवर्तनं भवति. धर्मस्थलतः मकारं त्यक्त्वा वदामः अनन्तशयनतः, रामेश्वरतः इति वदामः. तदेव अत्र विषयः. अनन्तरं अत्र यदा वशान्तरं किञ्चित् अत्र प्रान्तरूपम् उपयुज्मः चेत् तत्र तत्र नामस्य लिङ्गम् अपि वयं तस्य लिङ्गमपि द्रष्टव्यम् अस्ति किल. शृङ्गेरी इत्युक्ते मया शृङ्गेरी गता इति भवति वा? उत्तमं. गतः इत्युक्ते धर्मस्थलं गतं, मया धर्मस्थलं गतम्. किमर्थं तत्र कर्मणि प्रयोगे भवान् वदति अत्र मया धर्मस्थलं गतं? कर्म ओके तत्र किमर्थं तथा? कर्मणि प्रयोगे साधारणतया एकः नियमः अस्ति, त्रीणि एकम् एकं, त्रीणि एकम् एकम् इत्युक्ते सर्वदा तत्र एकं सूत्रमस्ति, कर्तृकर्णयोः तृतीया इति सूत्रमस्ति. पाणिनेः अष्टाध्यायम् अस्ति, कर्तृकर्णयोः तृतीया इत्युक्ते अत्र मया धर्मस्थलं गतम् इत्यस्मिन् वाक्ये मया इति पदं तृतीयाविभक्तौ, अस्मत्शब्दस्य तृतीयाविभक्त्यन्तरूपम्, अतः तृतीयाविभक्तिं प्राप्नोति. परन्तु वाक्यं कर्मणि प्रयोगे अस्ति, साधारणतया वयं वाक्यानि कर्तरिप्रयोगे रचयामः. जनरलि क्रियेट् द सेण्टेन्सस् इन् आक्टिव् वाय्स्, बट् इफ् यु रियलि वाण्टेड् टु क्रियेट् अ सेण्टेन्स् इन् पासिव् वाय्स् आर् कर्मणि प्रयोगे, तदा किं भवति? कर्मपदम् अनुसृत्य क्रियापदं भवति. शान्तप्रयोगे अपि तथा भवति. तदर्थमेव मया धर्मस्थलं गतम् इत्युक्ते तत्र कर्मपदं धर्मस्थलं कर्मपदम् अनुसृत्य क्रियापदम् अथवा क्तान्तरूपं भवति. तदर्थमेव यदि तिरुपति अत्र पाण्डिचेरि इति वदामश्चेत् मया पाण्डिचेरि गता, यदि पाण्डिचेरी इति पदम् ईकारान्तस्त्रीलिङ्गपदमस्ति चेत् तदा वक्तव्यं मया पाण्डिचेरी गता, धर्मस्थलं गतं. वदतु महोदय. तिरुपतिः गतः अस्ति वा भगिनि? यदि तिरुपतिः इति पदं पुंलिङ्गपदम् अस्ति चेत् द्रष्टव्यं भगिनि, तत्र सर्वत्र पुंलिङ्गम् अस्ति न भगिनि? आं पतिः पुंलिङ्गपदं, परन्तु मतिः स्त्रीलिङ्गपदम्. वयं अन्तस्य पदस्य लिङ्गं द्रष्टुं दृष्टीयं वा? वयं सर्वदा अधुना वयं प्राथमिकस्तरीयविद्यार्थिनः एव, तदर्थम् अत्र किञ्चित् अग्रे गत्वा प्रथमतया अकारान्त पदानि इकारान्तानि पठनीयानि, तदनन्तरमेव यदि भवती गीतासोपानं पठति चेत् तत्र एतानि पदानि आगच्छन्ति. अग्रे गत्वा वयं पठिष्यामः. अत्र भ्रमः मास्तु, किञ्चित् किञ्चित् वयम् अग्रे गत्वा इतोपि ज्ञास्यामः. नो प्राब्लम् भगिनि, यू टू वर् टाकिङ्ग् अबौट् इट्, सो ऐ जस्ट् वास् आस्किङ्ग्. अस्तु अस्तु अस्तु, तदेव तिरुपतिः इति पदं पुंलिङ्गपदम् अस्ति चेत् यथा भवती उक्तवती मया तिरुपतिः गतः, स्त्रीलिङ्गपदमस्ति चेत् गतः, तथा कर्मणि प्रयोगे तथा वाक्यरचना करणीयम्. अनन्तरं अनन्तरं वयं किं कुर्मः, एतत् भवदीयम् इति अत्र एकम् अन्यं करपत्रमपि अहं प्रेषितवती, अष्टाङ्गयोगः, तदपि कुर्मः किञ्चित्. अत्र भूमा भगिनी भवती करोतु करपत्रम् अत्र. अन्यं करपत्रमस्ति अष्टाङ्गयोगः, तत्र दत्तमस्ति, दृष्टवती वा भगिनि, पञ्चमी विभक्तेः उपयोगं कृत्वा प्रथमं करपत्रम् भगिनि. भगिनि कुत्र अष्टाङ्ग, तस्य नाम किं करपत्रस्य? प्रथमं करपत्रं पञ्चमी विभक्तिः अस्ति, तत् नाम पूर्वं परम् अस्ति महोदय. पूर्वं परं, पूर्वं परं भगिनी भवती एव करोतु. पूर्वं परं तत्रापि उपपदं, पूर्वम् इति पदम् उपपदं, परमपि पदम् उपपदम् इति कृत्वा तत्र पञ्चमी विभक्तेः उपयोगमेव कुर्मः. भवती एव वाक्यानि श्रावयतु अत्र उदाहरणं दृष्ट्वा. आं भगिनि, उदाहरण दृष्ट्वा किं कस्मात् पूर्वं परम् इति लिखन्तु. किं कस्मात् पूर्वं, किं कस्मात् परम् इति लिखन्तु. अत्र अष्टाङ्गयोगे अष्टाङ्गयोगः यमः नियमः आसनं प्राणायामः प्रत्याहारः धारणा ध्यानं समाधिः इति पदानि सन्ति. यमः नियमः पदस्य पूर्वं भवति. उत्तमम्. अत्र अष्टाङ्गयोगः इत्युक्ते किम् इति दत्तमस्ति अस्मिन् अस्मिन् करपत्रे. कस्मात् पूर्वं किं करणीयं, कस्मात् पूर्वं किम् अष्टाङ्गयोगः, भवन्तः श्रुतवन्तः एव. प्रथमतया यमः करणीयं, नियमः यमः पदस्य परं सन्ति भवति, तदेव आसनं. भगिनि भगिनि अत्र अत्र अत्र किं कर्तव्यम् इत्युक्ते अधोभागे उदाहरणरूपेण एकं वाक्यं दत्तमस्ति, तथा एव लेखनीयम्. अत्र अधुना एव गच्छामि, ऐ मीन् पश्यामि. यमः नियमात् पूर्वं भवति, नियमः यमात् परं भवति, तथा वक्तव्यम्. नियमः यमः परं भवति, नियमः आसनं पूर्वं भवति, आसनात् पूर्वं, सोरि आसनात् पूर्वम् आसनं नियमः, सो नियमस्य परम्. अत्र भगिनि एतत् अत्र अस्य अयम् अभ्यासः, अयम् अभ्यासः पञ्चमे विभक्तेः कृते इत्युक्ते उपपद उपपदपञ्चमी इति वदामः, इत्युक्ते पूर्वम् अथवा परम् इति पदं पदद्वयं योजयित्वा वाक्यरचनां कुर्मः चेत् तत्र पदात् पूर्वं सर्वदा पञ्चमी विभक्तेः उपयोगमेव कुर्मः. इत्युक्ते प्रत्येकस्य पदस्य पञ्चमी विभक्तिरूपं किम् इति चिन्तयित्वा पूर्वं पदं, पूर्वम् अथवा परं पदं योजनीयम्. आं भगिनि, आसनं नियमे परं भवति, आसनं नियमात् परं भवति नियमात् ओ अत्र अस्ति क्षम्यतां भगिनि आसनं नियमात् पूर्वं भवति नियमात् परं भवति एकं कुर्मः अत्र भवती किञ्चित् चिन्तयतु भूमा भगिनी भवती करोतु अनन्तरं भवती अपि करोतु भूमा भगिनी भवती अपि प्रयत्नं करोतु भवती दृष्टवती वा करपत्रं भूमा भगिनी म्यूट् आसनात् पूर्वं नियमः अस्ति नियमात् परम् आसनम् अस्ति प्राणायामः आसनात् परं भवति आसनात् पूर्वं नियमः प्राणायामात् पूर्वम् आसनमस्ति अत्र भवति भवति इति अत्र विषयः गभीरविषयः दिस् इस् इम्पार्टेण्ट् वेरि इम्पार्टेण्ट् वर्क् शीट् फर् आल् आफ़् अस् तदर्थमेव अत्र भवति इति पदं योजयित्वा वदतु ओके आं भगिनि प्राणायामः आसनस्य आसनात् परः परं भवति प्रत्याहारः प्राणायामात् परं भवति प्राणायामः प्रत्याहारात् पूर्वं भवति उत्तमं प्रत्याहारात् परं धारणा भवति धारणात् पूर्वं प्रत्याहारः भवति उत्तमं ध्यानं धारणात् परं भवति धारणा ध्यानात् पूर्वं भवति ध्यानात् परं समाधिः भवति समाध्या परं भगिनि समाधेः पूर्वं ध्यानं भवति समाधेः उत्तमं भगिनि धन्यवादः अधुना शोभा भगिनी भवती अपि वक्तुमिच्छति वा प्रयत्नं करोमि भगिनि सम् वर्ड्स् ऐ एम् स्टिल् नाट् शूर् विच् वे दे चेञ्ज् इन् टु पञ्चमी यमः नियमः यमः नियमात् पूर्वं भवति नियमः यमात् परं भवति नियमः आसनात् पूर्वं भवति आसनं प्राणायामात् पूर्वं भवति प्राणायामः आसनात् परं भवति प्रत्याहारः प्राणायामात् परं भवति अपि धारणात् पूर्वं भवति प्रत्याहारः धारणा प्रत्याहारात् परं भवति अपि ध्यानात् पूर्वं भवति ध्यानं धारणात् परं भवति अपि समाधिः स्त्रीलिङ्ग अस्ति इति भवती उक्तवती समाधिः किम् उक्तवती भगिनि समाधिः यदि इकारान्तपदम् अस्ति अत्र मुनिः इति वदामश्चेदपि मुनेः भवति मुनेः मतिः इति स्त्रीलिङ्गपदम् अस्ति चेदपि मतेः इति रूपम् अस्ति तदर्थमेव अत्र वी केन् से कान्फिडेण्ट्लि समाधेः इति वक्तुं शक्नुमः ज्ञातवती ध्यानं समाधेः पूर्वं भवति समाधिः ध्यानात् परं भवति ध्यानात् परं भवति तावदेव तावदेव धन्यवादः भगिनि परन्तु अत्र एतद् भवदीयम् इति कथा अस्ति परन्तु समयः जातः अधुना अत्र स्थगयामः अग्रिमे सप्ताहे वयम् एतत् भवदीयम् इति कथा अपि वयं पठिष्यामः अधुना धन्यवादः धन्यवादः भगिनि धन्यवादः नमस्कारः नमस्कारः